पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 103 यम उवाच येदन्माधवमासस्य समासात् किञ्चिदीरिदं माहात्म्यं पूर्णिमायाश्च विशेषाद्विजसत्तम वैशाखमासे मधुसूदनस्य प्रियं य येनम् पठतीतिहासं सयादि कृष्णालयमाशुपूदः कल्पाननेकानिहमोदते च धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महद स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमखमर्षणं इदं माधवमासस्य माहात्म्यं माधवप्रियं चरित्रं भूपतेस्तस्य संवादं चावयोरपि श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियं भवेद्भक्तिर्भगवति यया स्यात् पापसंक्षयः अध गच्छ महीदेव देव लोकाद्यधेच्छय निपात्य भुवि वैदेहं रुदन्त्यद्यापि बान्धवाः विलप्यमानैरपि बन्धुभिस्तैर्न यावदग्नौ तव तच्छरीरं प्रक्षिप्य देहन्द जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः मम प्रसादादिह पुण्ययोगश्रुतो यथावत्तमिमं विधेहि विधानदो वै समये समन्ते समागमोऽन्ते भविदा सुरैश्च सुत उवाच इति देववच श्रुत्वा नत्वा धर्माधिपं तदः पुनः पपाद स इह परितुष्टमनाद्विजः धर्मराजप्रसादेन ततस्तत्र महीतले संसुप्त इव चोत्तस्थौ बन्धुवर्गसमन्वितः विधिमेनं द्विजो भूमौ वर्षे वर्षे च सस्वयं स्वयं च कारयामास माधवस्नापनं जनं यमब्राह्मणसंवादो मयायं परिकीर्तितः तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः वैशाखमासे सततं हरिप्रिये स्नानं विदध्या च ददादिभक्रिया दानं च होमं सुकृदं तथा बुधो हरेः पदं तस्य न दुर्लभं कदा यशृणोत्येकचित्तेन माहात्म्यं मेष सूर्यजं सर्वपापविनिर्मुक्तो यादि विष्णोः परं पदं ऋषय ऊचुः सुदसूदमहाप्राज्ञत्वयादिकरुणात्मना वैशाखमासमाहात्म्यं कीर्तिदं पापनाशनं नियमा मधु हन्धुर्ये माधवे कथितास्त्वया पूजनं स्नानदानाद्यं श्रौदस्मार्थविधानदः यथा च माधवो देवः प्रीयते पापनाशनः अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः कृष्णस्य भक्तवृन्दानां प्रियस्य भवदारणं सुत उवाच शृणुध्वमुनय सर्वे कृष्णस्य जगदात्मनः गो गोपगोपीप्राणस्य वृन्दावनचरस्य च एकदा नारदपृष्टो गौतमेन द्विजोत्तमः स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पावनाशनं नारद उवाच सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत् सुशाखिनवपल्लवप्रकरनम्रशोभायुधम् प्रफुल्लनवमञ्जरी ललितवल्लरीवेष्टितं स्मरेद सददं शिवं शिदमदिस्सुवृन्दावनं विकाशि सुमनोरसा स्वदनमञ्जुलैः सञ्चरचिलीमुखमुखोद्गदैर्मुखरितान्तरं चङ्कृतैः कपोदशुकसारिका परभृतादिभिः पत्रिभिर्विराणिदमिदस्ततो भुजगशत्रुनृत्याकुलं कलिन्ददुहिदुश्चलल्लहरिविप्लुषां वाहिभिर्विनिद्रसरिसीरुहोदररजश्च योद्धूसरैः प्रदीपितमनोभवव्रजविलासिनीवाससां विलोलनपरैर्निषेविदमनारदं मारुतैः प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलं स्तविष्ठमखिलर्तुभिः सतदसेविदं कामदं तदन्तर विकल्पकाङ्कृपमुदञ्चिदं चिन्तयेद् सुहेमशिखराचले उदितभानुवद्भासुरा मधोऽस्य कनकस्थलीममृदशीकदासारिणः प्रदीप्तमणिकुट्टिमां कुसुमरेणु पुञ्जोज्ज्वलां स्मरेत् पुनरतन्द्रितो विगतषट्तरङ्गाम्बुधः यद्रत्नकुट्टिमनिविष्टमहिष्टयोगपीठेष्टपत्रमरुणं कमलं विचिन्त्य उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमधो मुकुन्दम् सुत्रामहेदि दलिताञ्चनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासं सुस्निग्धनीलकनकुञ्जितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् रोलम्बलालितसुरद्रुमसूनु सम्पद्युक्तं समुत्कचनवोत्पलकर्णपूरं लोलालिभिस्फुरितफालतलप्रदीप्तगोरोचना त्रिलकमुज्ज्वलचिल्लिचापम् आपूर्णशारद गदाङ्गशशाङ्गबिम्बकान्दाननं कमलपत्रविशालनेत्रं रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्ठस्थली मुकुरमुन्नदचारुनासं सिन्धूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसिदद्वितिदीपिताशम् वन्यप्रवालकुसुमप्रचयावक्लृप्तग्रैवेय कोज्ज्वलमनोहरकम्बुकण्ठं मत्तभ्रमद्भ्रमरकुष्ठविलम्बमानं सन्तानकप्रसरदाम परिष्कृतांसं अरावलीभगणराजिद पीवरोरुव्योमस्थली लसितकौस्तुभानुमन्तं श्रीवत्सलक्षणसुलक्षितमुन्नतां समाजानुपीन परिवृत्त सुजातबाहुम् आबन्धुरोदरमुदारगभीरनाभिम् भृङ्गाङ्गनानि करमञ्जुलरोमराजिं नानामणिप्रखटिताङ्गदकङ्कणोर्मिग्रैवेय सारसननूपुरतुन्दबन्धं दिव्याङ्गरागपरिपिञ्चरिताङ्गयष्टिमापिदवस्त्रपरिवीदनिदम्बबिम्बम् चारुरुजानु मनुवृत्तमनोज्ञजङ्घं कान्दोन्नद प्रपदनिन्दिद कूर्मकान्तिं माणिक्यदर्पणलसन्नखराजराजरत्नाङ्गुलिच्छदनुसुन्दर पादपद्मम् मत्स्याङ्गुशारिदरकेतु यवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामं लावण्यसारसमुदाय विनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् आस्यारविन्दपरिपूरितवेणुरन्ध्र लोलत्कराङ्गुलिसमीरितदिव्यरागैः शश्वद्भवैकृतनिविष्ट समस्तजन्तुसन्तानसन्नदिमनन्दसुखाम्बुराशिं गोभिर्मुखाम्बुजविलीनविलोचनाभिरुद्धो भरस्खलितमन्दरमन्दगाभिः दन्ताग्रदष्टपरिशिष्ट तृणाङ्गुराभिरालम्बिवालधिलधाभिरथाभिवीतम् सम्प्रस्नुदस्थनविभूषणपूर्णनिश्चला स्याद्दृढक्षरिदफेनिलदुग्धमुग्धैः वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपि तर्णकैश्च प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहारसंरम्भभावनविलोलकुराग्रपादैः आमेधुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः हम्भारवक्षुभिदद्विग्वलयैर्महद्भिरद्युक्षभिपृथुक कुद्भरभारखिन्नैः उत्तम्भिदश्रुतिपुडीपरिपीदवंशध्वानामृदोद्धतविकासिविशालकोणैः गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्च्छितकलस्वनवेणुवीणैः मन्दोच्चतारपडुगानपरैर्विलोलदोर्वल्लरी ललितलास्य विधानदक्षैः जङ्घान्तपीवरकडीरतडी निबद्धव्यालोलकिङ्गिणिखडारणितैरडद्भिः मुग्धैस्त रक्षुनखकल्पितकान्दभूषैरव्यक्तमञ्जुवचनैः पृदुखैः परीतम् अध सुललितगोपसुन्दरीणां पृथुकबरीशनिदम्बमन्धराणां गुरुकुजभरभङ्गुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् तदधिरुचिरचारुवेणुवाद्यामृदरसपल्लविताङ्गजाङ्घ्रिपस्य मुकुलविमलरम्यरूढरोमोद्गमसमलङ्कृतगात्रवल्लरीणां तदधिरुचिरमन्दहासचन्द्रातपरिदृम्भितरागवारिराशेः तरलतरतरङ्गभङ्गविप्रुट्प्रकरखनं श्रम बिन्दुसन्तानाम् तददिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या दलितसकलमर्म विह्वलाङ्गप्रविसृददुःसह वेपधुव्यधानां तददिरुचिरवेषरूपशोभामृतरसपानविधानलालसानां प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम्। विश्रंसत्कबरीकलापविकलद्भुलत्प्रसूनाश्रवन् माध्वीलम्बड चञ्चरीकखडया संसेवितानां मुहुः मारोन्मादमदस्खलन् मृदुगिरा मालोल काञ्च्युल्लसन्निवी विश्लध मानचीनसि च यान्दार्चिर्निदम्बत्विषां स्खलिदलसितपादाम्भोजमन्दाभिगाधचुरिदमणितुला कोट्या कुलाशामुखानां चलदधरदलानां कुट्मला पक्ष्मलाक्षिद्वय सरसिरुहाणामुल्लसत्कुण्डलानाम् द्राघिष्टश्वसनसमीरणाभितापप्रम्लानी भवदरुणौष्टपल्लवानां नानोपायनविलसत्कराम्बुजाना मालीभिः सदद निषेविदं समन्ताद तासामायतलोलनीलनयनव्याकोशलीनाम्बुजस्रग्भिः सपरि पूजिताङ्खिलतनुं नानाविलासास्पदं तन्मुग्धाननपङ्कजप्रविगलन्माध्वीर सा स्वादिनीं बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् गोपी गोपपशूनां बहिस्मरे दग्रदोस्य गीर्वाणखडां वित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपरां तद्वद्दक्षिणदो मुनिनिकरं दृढधर्मवाञ्छया समाम्नाय परं योगीन्द्रानथपृष्ठे मुमुक्षमाणान् समाधिनादु सनकाद्यान् सव्येष कान्तानथ यक्षसिद्धगन्धर्वविद्याधर चारणांश्च स किन्नरप्सरसश्च मुख्याः कामार्तिनीर्नर्तनगीतवाद्यैः शङ्खेन्दुकुन्दधवलं सकलागमज्जं सौदामिनी तदिपि शङ्खजडाकलापं तत्पादपङ्कजगदा ममलां च भक्तिं वाञ्छन्दमुच्छिदतरान्यसमस्तसङ्गम् नानाविधश्रुतिगुणान्विधसप्तरागग्रामत्रयीगदमनोहरमूर्छनाभिः सम्प्रीणह्यन्दमुदिताभिरभिप्रभक्रिया संचिन्तयन्नभसि मां द्रुहीणं प्रसूदम् इति ध्यात्वात्मानं पडुविशदधीर्नन्दतनयं नरो बुद्ध्यै वार्कप्रभृतिभिरनिन्द्योपहृदिभिः यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये प्रिय उत्तरशततमोऽध्यायः ॐ